अस्तु, अस्माकं पुस्तकमस्ति गीतसोपानं द्वितीयभागः. अत्र दशमाध्यायः अस्ति. तत्र सङ्ख्यानां विषयः अस्ति. अत्र लिखितमस्ति सङ्ख्यासु लिङ्गभेदः. अत्र अतीवमहत्त्वपूर्णविषयः अस्ति. ये जनाः सम्यक्तया न जानन्ति एतेषां जनानां नित्याः दोषाः भवन्ति प्रतिदिनं प्रतिदिनम्. अतः अस्मिन् अध्याये अस्माकं विशिष्टम् अवधानम् अपेक्षितमस्ति. अत्र आरम्भे किञ्चित् पश्येम. तत्र प्रथमपुटे षष्टितमे पुटे लक्ष्मीभगिनी कृपया पठतु. गणनां कुर्मः सङ्ख्यासु लिङ्गभेदः विशेषणविशेष्यभावः. पुंलिङ्गे एकः बालकः, स्त्रीलिङ्गे एका बालिका, नपुंसकलिङ्गे एकं दूरदर्शनं. द्वौ युवकौ, द्वे महिले, द्वे फले, त्रयः छात्राः, तिस्रः नर्तक्यः, त्रीणि पुष्पाणि, चत्वारः पत्रकाराः, चतस्रः कूप्यः, चत्वारि छत्राणि, पञ्चवैद्याः, पञ्चद्रोण्यः, पञ्च कङ्कतानि. अस्तु, तर्हि अत्र अस्मिन् नाम शिक्षा का, किं किं पश्यामः अत्र? सुब्रह्मण्यं महोदय वदतु कृपया. अत्र अत्र सङ्ख्याविषये लिङ्गभेदम् इति बोधयति महोदय. यदि पुल्लिङ्गम् अस्ति चेत् एकः बालकः, स्त्रीलिङ्गे तु एका बालिका, नपुंसकलिङ्गे एकं दूरदर्शनं भवति. अत्र बालकः एकः अस्ति, बालिका एका, दूरदर्शनम् एकं. तथा एव द्वौ, द्वे, द्वे अपि, त्रयः, तिस्रः, त्रीणि अपि, चत्वारः, चतस्रः, चत्वारि अपि. एकतः चत्वारि पर्यन्तं लिङ्गभेदः भवति, तदनन्तरं लिङ्गभेदः न भवति. पञ्च, यदि पञ्च वैद्याः अस्ति चेत् सन्ति चेत् पञ्चवैद्याः, पञ्चद्रोण्यः, तत्र वैद्याः पुल्लिङ्गमस्ति, द्रोण्यः स्त्रीलिङ्गमस्ति, तथापि सङ्ख्याविषये लिङ्गभेदः नास्ति. हा हा, न दृश्यते लिङ्गभेदः भवति इति उच्यते नाम तत्र नवदशपर्यन्तं, किन्तु वस्तुतः तत् केवलं यथा भवता उक्तं चत्वारि पर्यन्तं एव दृश्यते अयं लिङ्गभेदः. तदनन्तरं तथा कथित एव अस्ति, तथा कथितः लिङ्गभेदः न दृश्यते नाम. अस्तु, तर्हि एकं, द्वे, त्रीणि, चत्वारि, तत्र पर्यन्तं तत्र विशेषणविशेष्यभावः दृश्यते अस्माभिः. अस्तु, समीचीनमस्ति. अग्रे शुभभगिनी पठतु कृपया. भगिनी अस्ति वा? शुभभगिनी शक्नोति वा? हा, इदानीं हा, क्षम्यति. पठत पठत अवगच्छत अवगच्छत च प्रातिपदिकं पुल्लिङ्गे, स्त्रीलिङ्गे, नपुंसलिङ्गे. अस्तु, प्रातिपदिकम् एक, पुलिङ्गे एकः, स्त्रीलिङ्गे एका, नपुंसलिङ्गे एकम्, प्रातिपदिकं द्वि, पुलिङ्गे द्वौ, स्त्रीलिङ्गे द्वे, नपुंसलिङ्गे द्वे. नपुंसकलिङ्गे. नपुंसकलिङ्गे द्वे. प्रातिपदिकं त्रि, पुलिङ्गे त्रयः, स्त्रीलिङ्गे तिस्रः, नपुंसकलिङ्गे त्रीणि. प्रातिपदिकं चतुर्, पुलिङ्गे चत्वारः, स्त्रीलिङ्गे चतस्रः, नपुंसलिङ्गे चत्वारि. नपुंसकलिङ्गे. नपुंसकलिङ्गे चत्वारि. अस्तु, इदानीं सर्वे तत्र विशेष तत्र एकशब्दे तत्र काठिन्यं किमपि नास्ति, किन्तु द्वि त्रि चतुर् इत्येषु त्रिषु अस्माकं काठिन्यं भवति एव. अतः अत्र केवलं प्रथमविभक्तौ रूपाणि दत्तानि, तथापि किञ्चित् वदेम. अत्र सर्वे तत्र एकं विशेष्यं स्वीकृत्य विशेषणं संयुज्य वाक्यं श्रावयतु कृपया. उदाहरणानि श्रोतुम् इच्छामि. लक्ष्मी भगिनी वदतु. द्वे इति स्वीकृत्य उदाहरणानि त्रीणि वदतु. त्रिषु लिङ्गेषु शीघ्रमेव किमपि नास्ति. उपीतिकया तत्र तत्र किं दूरवाणी अस्ति तत्र. अत्र द्वे पुस्तकौ स्तः. द्वे पुस्तकौ. पुनः वदतु. द्वे पुस्तके स्तः. यद्यत् अस्ति प्रकोष्ठे तद् वदतु. प्रकोष्ठे द्वौ युवकौ, द्वे महिले, द्वे फले. न तत्र पुस्तके यद् लिखितमस्ति न, प्रकोष्ठे, भवत्याः प्रकोष्ठे, भवत्याः गृहे यत् अस्ति तत्तद् वस्तु अत्र. द्वौ आसन्दाः सन्ति. न महोदय, द्वौ आसन्दौ स्तः. द्वे घट्यौ स्तः. द्वे पुस्तकौ पुस्तके स्तः. अस्तु, समीचीनं. सर्वे वदन्तु. अत्र सुब्रह्मण्यमहोदय वदतु. अत्र द्वौ आचार्यौ स्तः. मम द्वे पुत्र्यौ स्तः. मम पार्श्वे द्वे पुस्तके स्तः. अस्तु, तत्र शुभभागिनी वदतु. द्वौ पुरुषौ स्तः. द्वे नद्यौ स्तः. द्वे द्वे पुष्पे स्तः. अस्तु, समीचीनं. लक्ष्मी भगिनी पुनः वदतु. प्रकोष्ठे किं किम् अस्ति शीघ्रमेव वदतु. सर्वे चिन्तयन्तु यानि वस्तूनि सन्ति तानि स्वीकृत्य. अत्र प्रकोष्ठे द्वौ आसन्दाः अथवा द्वौ आसन्दौ स्तः, द्वे घट्यौ स्तः. घट्यौ इति उक्तवती, किं नूतनमस्ति, किमपि अस्ति? नूतनं दीपः अस्ति, सङ्गणकमस्ति, तत्र यन्त्रमस्ति, यन्त्राणि सन्ति, तत्र स्थालिका अस्ति, तत्र लेखनी अस्ति, द्वे सङ्गणके स्तः, द्वे फले स्तः, द्वे लेखन्यौ स्तः. अस्तु, समीचीनं. सुब्रह्मण्यं महोदय, प्रकोष्ठः कुत्र अस्ति? किं प्रकोष्ठः? न, प्रकोष्ठः नास्ति. कुत्रचित् लक्ष्मीभगिनी कुचित् कुत्र कुत्र कुत्र तस्याः शब्दाः कुत्र सन्ति? न, तस्य गृहे यानि वस्तूनि सन्ति तान् दृष्ट्वा, गृहे यानि वस्तूनि सन्ति, गृहे. ओ, अस्तु, आगच्छामि. अस्तु महोदय. मम प्रकोष्ठे द्वौ मञ्चौ स्तः, प्रकोष्ठे द्वे दूरवाण्यौ स्तः, मम पार्श्वे द्वे कागदे स्तः. अस्तु, समीचीनं. समीचीनमस्ति. अन्य कोऽपि अस्ति वा? त्रयः जनाः एव खलु, अन्य कोऽपि? अस्तु, अग्रेसरेम तर्हि. इदानीं त्रि इति अस्ति, त्रीणि. लक्ष्मीभगिनी वदतु. अत्र त्रीणि पुष्पाणि सन्ति, तिस्रः घट्यः सन्ति, त्रयः त्रयः आसन्दाः सन्ति. अस्तु, समीचीनमस्ति. तत्र शुभा भगिनी वदतु. मम प्रकोष्ठे त्रयः चमस्ताः सन्ति, तिस्रः तिस्रः कुप्यः सन्ति, त्रीणि पुस्तकानि सन्ति. ओके, ओके, समीचीनमस्ति. महोदय वदतु. मम प्रकोष्ठे त्रीणि पञ्चाङ्गानि सन्ति, तिस्रः पाञ्चालिकाः सन्ति, त्रयः विद्युद्दीपाः सन्ति. ओके, समीचीनमस्ति. अन्य कोऽपि अस्ति वा? नूतनतया आगतः कोऽपि? कोऽपि अस्ति खलु, ध्वनिः आगतः. अस्तु, चत्वारः. लक्ष्मीभगिनी वदतु. अत्र चत्वारः पुरुषाः सन्ति, चतस्रः महिलाः सन्ति. चत्वारि गृहाणि सन्ति. ओके ओके, इति विषयः अस्ति. सर्वे उक्तवन्तः. शुभ भगिनि, पुष्पभगिनी अस्ति वा? हा अस्मि अस्मि, शब्दं नास्ति. शब्दं नास्ति अत्र, शब्दं नास्ति. चत्वारि, वदतु भगिनि. चत्वारः, चत्वारः वस्त्राणि, चत्वारि वस्त्राणि सन्ति. किमस्ति? चत्वारि वस्त्राणि, वस्त्राणि. ओके, चत्वारः पदाः सन्ति. चतस्रः वेदाः, वेदाः सन्ति. वेदशब्दपुल्लिङ्गशब्दः अस्ति. वेदः, ओ वेदः. लताः सन्ति. वाक्यं वदतु. चतस्रः लताः सन्ति. अस्तु, समीचीनमस्ति. ततः अग्रे पश्यन्तु महोदय, अहं न उक्तवान्. मम चत्वारः भागिनेयाः सन्ति, भागिनेयाः सन्ति. मम चतस्रः भगिन्यः सन्ति. मम गृहे चत्वारि शयनमन्दिराणि सन्ति. अस्तु, समीचीनमस्ति. तर्हि तत्र अग्रे पश्यन्तु यत् साधारणतया प्रातिपदिकं नकारान्तं भवति. पञ्चन्, सप्तन्, अष्टन्, नवन्, दशन् नकारान्तप्रातिपदिकानि सन्ति. किन्तु रूपं तदेव भवति. नाम तत्र लिङ्गभेदम् अनुसृत्य तत्र रूपभेदः न भवति. तत्र प्रातिपदिकमस्ति शश्, तत्र षट् विषये प्रातिपदिकमस्ति शश्. पञ्च पञ्च पञ्च, षट् षट् षट्, सप्त सप्त सप्त, तत्र भेदः नास्ति कुत्रापि. अवधेयम् अत्र किं लिखितमस्ति इति. अस्तु, सुब्रह्मण्यं महोदय, कृपया कृपया पठतु. आं महोदय, अवधेयम् एकं, द्वे, त्रीणि, चत्वारि इत्यादयः सङ्ख्यावाचकशब्दाः अपि विशेषणानि भवन्ति. एकं, द्वे, त्रीणि, चत्वारि इत्येतेषां चतुर्णाम् एव त्रिषु लिङ्गेषु भिन्नानि रूपाणि भवन्ति. ततः अग्रे त्रिषु अपि लिङ्गेषु समानं रूपं भवति. पञ्च इत्यतः आरभ्य नवदशपर्यन्तं सङ्ख्यावाचकशब्दाः बहुवचनान्ताः भवन्ति. अष्टं शब्दस्य अष्ट अष्टौ इति रूपद्वयं भवति. विंशतितः नवतिपर्यन्तं सर्वे अपि सङ्ख्यावाचकशब्दाः एकवचनान्ताः त्रिलिङ्गाश्च भवन्ति. शतं शब्दः नपुंसकः पुल्लिङ्गः च. अस्तु, तर्हि अत्र अत्र किं पर्यवसितमस्ति? सङ्ख्याः सङ्ख्यावाचकशब्दाः विशेषणानि भवन्ति इति प्रथमतया दत्तमस्ति अत्र. तदनन्तरं एकं द्वे त्रीणि चत्वारि त्रिषु लिङ्गेषु भिन्नानि रूपाणि भवन्ति. तदनन्तरं पञ्च आरभ्य त्रिषु लिङ्गेषु रूपाणि समानानि भवन्ति. पञ्च आरभ्य नवदशपर्यन्तं या सङ्ख्यावाचकशब्दाः सन्ति ते नित्यबहुवचनान्ताः भवन्ति. तदनन्तरम् अष्टं शब्दस्य रूपद्वयं भवति. अष्ट अष्टौ द्वौ रूपौ स्तः अष्टं शब्दस्य. विंशतितः नवनवतिपर्यन्तं सङ्ख्यावाचक ये सङ्ख्यावाचकशब्दाः सन्ति ते एकवचनान्ताः अपि त्रीलिङ्गशब्दाः अपि. शतं शब्दः नपुंसकः पुल्लिङ्गः अपि अस्ति. अस्तु तर्हि अत्र कस्यचित् गृहे नानारकं तत्र ध्वनिः अस्ति. पुष्पा भगिनी भवत्याः गृहे अस्ति एतत् सर्वं वा? अस्तु नानारकं नानाप्रकारकं क्षम्यतां नानारकं तत् बङ्ग्ला अस्ति. अस्तु तर्हि अत्र किमस्ति, अत्र पश्यन्तु यत् चत्वारि पर्यन्तम् अस्माकम् इदानीम् अभ्यासः जातः. पञ्च इत्यस्मात् आरभ्य नव दशपर्यन्तं तत्र किमपि परिवर्तनं कदापि कुत्रचित् न भवति. प्रथमाविभक्तौ इदानीं विषयः अस्ति प्रथमाविभक्तौ. अनन्तरं विंशतिः इत्यस्मात् आरभ्य किम् अस्ति, विंशतिः इत्यस्मात् आरभ्य तत्र लक्ष्मीभगिनी तत्र वदतु एकम् उदाहरणं. तत्र यदि जनाः सन्ति तत्र किं वदामः? लक्ष्मीभगिनी अस्ति वा? आं महोदय. विंशति इति शब्दं स्वीकृत्य वदतु कति जनाः सन्ति. अत्र विंशतिः जनाः सन्ति. अत्र विंशतयः जनाः इति नास्ति वा? तत्र जनाः बहुवचने अस्ति. अत्र लिखितमस्ति एकवचनान्ताः एव. विंशतितः नवतिपर्यन्तं सर्वे अपि सङ्ख्यावाचकशब्दाः एकवचनान्ताः स्त्रीलिङ्गाः च भवन्ति इति मनसि भवेत्. विंशतिः जनाः सन्ति, त्रिंशत् जनाः सन्ति, पञ्चाशत् जनाः सन्ति, षष्टिः जनाः सन्ति. तत्र जनाः बहुवचने अस्ति किन्तु षष्टिः एकवचने अस्ति. अस्तु समीचीनमस्ति. इदानीं विभक्तिकत्वमस्ति अपि च अत्र तत्र शतमस्ति चेत् वदतु किं भवति. शतं पुस्तकानि सन्ति, शतम् आसन्दाः सन्ति इति अस्ति एकवचनेन पुंसकलिङ्गे च. शतम् उत्पीठिकाः, शतं जनाः, शतं पुष्पाणि इति सर्वत्र तथा अस्ति. महोदय एकः प्रश्नः, यदि 200 अथवा 300 अस्ति चेत् तत्र वचनं भवति वा न भवति? वचनं भवति नाम इत्युक्ते 100 वदामि अथवा 100 वदामि. शतम् इति शब्दः सर्वदा शतम् इति एव तिष्ठति. शतं यदि 200 अत्र द्वौ शतौ वदामि अथवा न न इदानीमेव मया उक्तं खलु शतम् इति शतं शब्दः एव तिष्ठति सर्वदा एकशतं द्विशतं त्रिशतं तत्र भिन्नविषयः अस्ति तथा भवति किन्तु शतमिति अस्मात् आरभ्य तत्र पुनः किञ्चित् भिन्नभिन्नरीत्या भिन्नभिन्नरीत्या शैल्यः सन्ति अतः अद्य समयः भवति चेत् तत्र तत्रापि अस्माकम् अवधानं भवतु किन्तु इदानीं शतपर्यन्तम् इति पश्येम इदानीं यत्र प्रथमविभक्तिः नास्ति ततः अग्रे पश्येम इदानीं अहं एकम् अस्तु एकमिति पश्येम तत्र विभक्तिरूपाणि सन्ति तत्र वक्तव्यमस्ति द्वितीयविभक्तिः अस्ति चेत् किमपि नूतनं नास्ति अस्तु तृतीयविभक्तिः तत्र तृतीयविभक्तिः वाक्यानि वक्तव्यानि सन्ति तत्र तत्र एकशब्दस्य तृतीयविभक्तिः यत्र भवति पुल्लिङ्गे स्त्रीलिङ्गे नपुंसकलिङ्गे च सुब्रह्मण्यं महोदय तत्र वदतु एकम् उदाहरणं तृतीयविभक्तिः एकेन उपयुज्य महोदय अस्तु महोदय एकेन दण्डेन सह ताडयामि एकेन दण्डेन ताडयामि एकेन दण्डेन ताडयामि अस्तु स्त्रीलिङ्गे स्त्रीलिङ्गे एकया लेखन्या लेखिष्यामि एकया लेखिन्या लेखिष्यामि अनन्तरं एकेन महोदय लिखिष्यामि लेखिष्यामि लेखिष्यामि एकेन एकेन वाहनेन एकेन वाहनेन गमिष्यामि महोदय अस्तु लक्ष्मीभगिनी सर्वे उदाहरणानि तत्र चिन्तयन्तु उदाहरणानि किं कानि कानि स्युः लक्ष्मीभगिनी वदतु चतुर्थी विभक्तिः वदतु भगिनि शपभगिनी पञ्चमी शपभगिनी पञ्चमी पुष्पभगिनी षष्ठी विभक्तिः अनन्तरं सुब्रह्मण्यमहोदय तत्र सप्तमी विभक्तिः अस्तु महोदय भगिनि एकस्मै बालकाय पुस्तकं ददामि अनन्तरम् एकस्यै एकस्यै किमपि एकस्यै महिलायै शाटिकां दत्तवती अस्तु अग्रे नपुंसकलिङ्गे एकस्मै एकस्मै अहं चिन्तयामि महोदय अस्तु अग्रे शपा भगिनी अग्रे वदतु सर्वे जनाः अस्मिन् गृहे सर्वे जनाः एकस्मात् देशात् आगच्छन्ति न आगवन् आगच्छन् क्षम्यतां सर्वे जनाः एकस्मात् देशात् आगच्छन्. किम् एकस्मात् देशात् रूपं सम्यक् वदतु. एकस्मात् देशात् आगच्छन्ति, आगतवन्तः, किमपि तथा वदतु. आगच्छन् आगच्छन् किम् आगतवन्तः. ओ ओ ओ ओ तत्र तत्र लङ् लङ्लकारं वदतु वक्तुमिच्छति वा. इच्छामि रूपं सम्यक् न स्मरामि. आगच्छन् आगच्छन्ति एव समीचीनमस्ति. क्षम्यतां, तत्र सम्यक् अहं चिन्तयामि स्म भवती शत्रुप्रत्ययं वक्तुमिच्छति इति कारणेन, तत्र मम दोषः. आगच्छन् अहं अहं मराठी भाषां एकस्याः अध्यापिकाः अध्यापिकः नो अध्यापिका अध्यापिकायाः एकस्याः अध्यापिकायाः शिक्षां स्वीकरोति. भवती खलु स्वीकरोति, स्वीकरोमि अथवा स्वीकरोमि अहं स्वीकरोमि. क्षम्यताम्. अस्तु, पुनः वाक्यं वदतु. अहं मराठी भाषां अहं मराठी भाषायाः ओके शिक्षां एकस्याः अध्यापिकायाः अध्यापिकायाः स्वीकरोमि. शिक्षां स्वीकरोमि. शिक्षां तस्याः स्वरूप महोदय संस्कृते खटो कथं वदामि? खटो न न पेटो पुष् एक पुष्पाणि एकं पुष्पमस्ति बहु पेटल्स् अस्ति. पेटल् कथं वदामि? ओ कोऽपि वदतु, इदानीं मनसि नास्ति, नो चेत् तत्र आन्लैन् गत्वा पश्यतु. तत्र किमस्ति लक्ष्मी भगिनी वदतु. पुनः वदतु भगिनी. अस्ति अस्ति किम् अत्र अस्माकं तादृशम् अन्वेषणं नापेक्षितमस्ति. यत् यं शब्दं जानीमः तं शब्दम् आधारीकृत्य वयं वा किं वदामः? त्यजतु भगिनि, अन्यत् किमपि वदतु. न जानाति चेत् अन्यत् वदतु. अस्तु अग्रे चिन्तयतु अग्रे पुष्पभगिनी वदतु. भगिनी अस्ति वा? अस्तु महोदय, तत्र सप्तमी. मम सर्वाणि पुस्तकानि एतस्मिन् प्रकोष्ठे सन्ति. ओके. मम सर्वाणि पुस्तकानि एकस्यां कपाटिकायां सन्ति. एकस्मिन् ओके महोदय महोदय पोतो अस्ति महागृहे. ऐ केन् ओन्लि लिसन् ओके शी इस् क्रैङ्ग् टु ओके ऐ एम् सारी स्टार् 6 नदीतु. ओके नपुंसकलिङ्गे चिन्तयामि महोदय. नपुंसकलिङ्गे एकस्मिन् एकस्मिन् चिन्तयतु. शिल्पा भगिनी वदतु, तत्र वाक्यमस्ति वा? पञ्च आम् एकस्मात् पुष्पात् सुगन्ध सुन्दरः सुगन्धः आगच्छति. समीचीनमस्ति. अस्तु, सर्वमस्ति. वयं सर्वे एकस्मिन् वाहने बहिः गच्छामि. वयं सर्वे एकस्मिन् वाहने बहिः गच्छामः. अस्तु अस्तु, समीचीनमस्ति. इदानीं द्विशब्दः तत्र शीघ्रमेव सर्वे वदन्तु. तत्र लक्ष्मीभगिनी द्वितीयविभक्तिः, अनन्तरं शिल्पास्मि. अस्तु, पुष्पाभगिनी द्विशब्दस्य तृतीयविभक्तिः, अनन्तरं लक्ष्मीभगिनी चतुर्थीविभक्तिः, महोदय तत्र पञ्चमी. अहं काव्यभक्तिः मम कृते किमासीत्? तृतीया खलु, अथवा लक्ष्मी द्वितीयविभक्तिः कस्य अस्ति? लक्ष्मीभगिनी महोदय. अस्तु, वदतु शीघ्रमेव, वदतु. बहु किमपि अस्ति अत्र. चत्वारि पर्यन्तं वयं कुर्मः यदि एतत् सर्वं बहु समीचीनं भविष्यति. एते इमानि रूपाणि सर्वे विस्मरन्ति, अतः अभ्यासः भवतु. लक्ष्मीभगिनी वदतु शीघ्रमेव. द्वौ अस्तु, शुभभगिनी वदतु. काव्यभक्ति तृतीया. तृतीया अहं ओके, द्वाभ्यां जनाभ्यां सह अहं चलामि. द्वाभ्यां द्वाभ्यां लेखनीभ्यां क्षम्यतां, द्वाभ्यां लेखनीभ्यां. तृतीया विभक्तिः अस्ति, तृतीयविभक्तिः, किन्तु द्विवचनमस्ति. आम्, द्वाभ्यां लेखनीभ्यां चित्रां लिखामि. चित्रं लिखामि. समीचीनमस्ति, बहु सम्यक् अस्ति. अस्मिन् अभ्यासे वदामि यत् कल्पना अतीवसुन्दरी स्यात् इति किमपि नास्ति, शीघ्रं भवेत्, शीघ्रं भवेत्. येन इदानीम् अस्माकं पुरतः चत्वारि निमेषाः सन्ति, यदि सर्वे शीघ्रं शीघ्रं वदन्ति तत्र अस्माकं सम्यक् रीत्या अभ्यासः भवति. यदि सुन्दरम् अतीवसुन्दरं मम उदाहरणं भवतु इति कृत्वा बहु विलम्ब तत्र दीर्घसमयकालपर्यन्तम् अहं चिन्तयिष्यामि, तत्र किमपि न भविष्यति. शीघ्रं शीघ्रं वदन्तु. अस्तु, महोदय वदतु. द्वाभ्यां ग्रन्थालयाभ्यां पुस्तकानि स्वीकरोमि. द्वाभ्यां पुस्तकाभ्यां विषयानि स्वीकृत्य लिखामि. द्वाभ्यां पुस्तकाभ्यां विषयाः स्वीकृत्य लिखामि, लेखिष्यामि. विषयाः स्वीकृत्य तत्र विषयः अस्ति, तत् द्वितीयः अस्ति खलु, द्वितीयविभक्तिः. द्वाभ्यः पुस्तकाभ्यः विषयान् स्वीकृत्य अत्र अस्तु महोदय, द्वितीयविभक्ति बहुवचनं विषयान् स्वीकृत्य लेखिष्यामि. अस्तु, पुनः वाक्यं वदतु भगवान्. द्वाभ्यां पुस्तकाभ्यां विषयान् स्वीकृत्य लेखिष्यामि. अस्तु, समीचीनं. बहु बहु द्वाभ्यां ग्रन्थालयाभ्यां पुस्तकानि स्वीकरोमि. द्वाभ्यां अत्र स्त्रीलिङ्गे द्वाभ्यां द्वाभ्यां भगिनीभ्यां सहायं स्वीकरोमि. समीचीनमस्ति, बहु सम्यक् अस्ति. पुष्पा भगिनी वदतु. पञ्चमीविभक्ति महोदय. महोदय का विभक्ति, कां विभक्तिम् उक्तवान् तत्र? तत्र भवतः तु पञ्चमी आसीत् खलु? महोदयस्य तु पञ्चमी आसीत्? आं महोदय, मम पञ्चमी अस्ति. चतुर्थी विभक्ति वदतु भगिनि. चतुर्थी चिन्तयतु, लिखतु सर्वम्. अस्तु, अन्यस्य अहं लिखामि. हा, लिखतु. अनन्तरं लक्ष्मी भगिनी, अस्ति वा किमपि? आं महोदय, द्वितीयविभक्तिः. अपि च महोदय, तत्र सप्तमी करोतु, न षष्टि. महोदय षष्टि करोतु, अपि च अत्र क्षिपा भगिनी षष्टि करोतु. हा, षष्टिविभक्तिः. अहं सप्तमी महोदय. आम्, अस्तु, वदतु भगिनी. लक्ष्मी भगिनी वदतु. अहं द्वौ देवौ नमामि. द्वे महिले पश्यामि. द्वे फले खादामि. अस्तु, सम्यक् अस्ति. अस्तु, पुष्पा भगिनी वदतु. एकनिमिष महोदय. अस्तु महोदय वदतु. एतानि पुस्तकानि द्वयोः प्रकोष्ठयोः स्थापयामि. एतानि पुस्तकानि द्वयोः कपाटिकयोः स्थापयामि. वयं सर्वे द्वयोः वाहनयोः बहिः गमिष्यामः. महोदय, off the top of my head, dvabhyam mahilabhyam mahilabhyam atu chintayatu bhagini. Ha, shubha bhagini vadatu. एषः ग्रहः द्वयोः जनयोः ग्रहः अस्ति. किं गृहमस्ति वा? क्षम्यतां, गृहम्. एतत् गृहं द्वयोः जनयोः गृहम् अस्ति. द्वयोः लेकिन्योः भेदः अस्ति. द्वयोः पुष्पयोः द्वयोः पुष्पयोः सुगन्धः सुन्दरः अस्ति. हा, बहु सम्यक् अस्ति. अस्तु, सर्वे उक्तवन्तः. अन्यत् किमपि अस्ति? पुष्पा भगिनी वदति वा? हरि ओम्. अस्तु, अग्रे गच्छेम. इदानीं अस्ति अस्ति अस्ति, द्वाभ्यां महिलाभ्याम् अहं पुष्पं स्वीकरोमि. चतुर्थी अस्ति खलु? न, पञ्चमी. न, चतुर्थी विभक्तिः. ओ, चतुर्थी. द्वाभ्यां महिलाभ्यां पुष्पं ददामि. द्वाभ्यां महोदयाभ्यां सम्यक् महोदयाभ्यां भोजनं ददामि भोजनं ददामि द्वाभ्यां अस्तु चिन्तयतु वृक्षाभ्यां द्वाभ्यां वृक्षाभ्यां जलं पोर् सिञ्चनं करोमि अस्तु तत्र वृक्षः इति पुल्लिङ्गशब्दः अस्ति इति जानन्ति खलु समीचीनमस्ति वाक्यम् अग्रे गच्छेम इदानीं तृतीयविभक्तिः अस्ति तत्र द्वितीयविभक्तिः महोदय करोतु अनन्तरं तृतीयविभक्तिः लक्ष्मीभगिनी चतुर्थीविभक्तिः शिल्पाभगिनी पञ्चमीविभक्तिः पुष्पाभगिनी षष्ठी पुनः महोदय करोतु अनन्तरं सप्तमीविभक्तिः लक्ष्मीभगिनी करोतु अग्रे द्वितीय कस्य अस्ति महोदयस्य खलु द्वितीयविभक्तिः कस्य आसीत् हरि ओम् कोऽपि अस्ति वा आं महोदय अस्तु महोदय अहं ध्वनिनिरोधकं कृतवान् तत्कारणात् ध्वनिः न आगतवान् ध्वनिः नास्ति त्रीन् द्वितीयाविभक्तिरूपं महोदय मम गृहप्राङ्गणे त्रीन् वृक्षान् अस्ति अस्ति इति कथं न न मम गृहप्राङ्गणे न महोदय अत्र तु न आयाति द्वितीयाविभक्ति प्रथमाविभक्ति भवति अत्र त्रीन् अहं त्रीन् वृक्षान् पश्यामि समीचीनं पुल्लिङ्गे द्वितीयविभक्तौ तत्र त्रिशब्दस्य त्रीन् इति अस्ति सर्वे मनसि स्थापयन्तु त्रीन् वृक्षान् पश्यामि त्रीन् वृक्षान् पश्यामि अग्रे तत् ते वृक्षे त्रीणि पुष्पाणि सन्ति का विभक्तिः अस्ति त्रीणि अत्र तु प्रथमा विभक्तिः एव भवति महोदय द्वितीयाविभक्तिः इच्छामि सः खलु किमपि क्रियापदम् उपयुज्य करोमि महोदय अत्र त्रीणि तद्वृक्षे अत्र त्रीणि वाहनानि पश्यामि ग्रन्थालये तिस्रः महिलाः पश्यामि समीचीनमस्ति हा तदेव अस्ति अस्माकं नाम संस्कारः तत्र अभ्यासः भवतु त्रीन् तिस्रः त्रीणि अस्तु भवतः इदानीं किं सप्तमी अपि अस्ति खलु अथवा न षष्ठी आसीत् मम षष्ठी अस्ति महोदय षष्ठी हा अस्तु तृतीयविभक्तिः कस्य अस्ति अहं महोदय अहं त्रिभिः लोकयानैः सञ्चारं करोमि समीचीनम् अहं तिसृभिः लेखनीभिः लिखामि अहं अहं त्रिभिः विमानेन गच्छामि सम्यक् अस्ति अत्र एकं पश्यन्तु पुल्लिङ्गे त्रिशब्दः मुनिशब्दवत् अस्ति बहुवचने मुनयः त्रयः मुनीन् त्रीन् मुनिभिः त्रिभिः मुनिभ्यः त्रिभ्यः मुनिभ्यः त्रिभ्यः मुनीनां त्रयाणां तत्र किञ्चित् भिन्नमस्ति मुनिषु त्रिषु केवलं तत्र त्रयाणां किञ्चित् भिन्नमस्ति नो चेत् तत्र त्रीन् तत्र मुनीन् अस्ति खलु मुनीन् त्रीन् समीचीनमस्ति अस्तु चतुर्थीविभक्तिः कस्य अस्ति मम अस्ति त्रिभ्यः ऋषिभ्यः भोजनं ददामि माता तिसृभ्यः तिसृभ्यः पुत्रीभ्यः देवस्य प्रार्थनां करोति सम्यक् अस्ति त्रिभ्यः अस्तु चिन्तयतु पुष्प भगिनी वदतु पुष्प भगिनी पञ्चमी लक्ष्मी भगिनी षष्ठी भक्ति वदतु पञ्चमी भगिनी पञ्चमी अहम् अस्मि त्रिभ्यः वृक्षेभ्यः पुष्पाणि केक् चिनोमि अस्तु लक्ष्मी भगिनी वदतु मम सप्तमी महोदय भवत्याः षष्ठी सप्तमी अस्तु सप्तमी वदतु सुब्रह्मण्यमहोदयः लक्ष्मीभगिनी वदतु सप्तमी महोदय आम् अहं त्रिषु ग्रन्थालयेषु पुस्तकानि स्वीकृत्य पठितुमिच्छामि अहं तिसृषु भाषासु प्रथमवाक्यं पुनः अहं त्रिषु ग्रन्थालयेषु पुस्तकानि स्वीकृत्य पठितुमिच्छामि अस्तु अहं तिसृषु भाषासु वक्तुमिच्छामि न तत्र सप्तमी न भवति तत्र तृतीया विभक्तिः भवति अहं संस्कृतेन वदामि अहं संस्कृते वदामि इति न संस्कृतेन आङ्ग्लभाषया वदामि आं महोदय तिसृषु महिलासु मम आदरः अस्ति सम्यक् त्रिषु अस्तु महोदय वदतु षष्ठी त्रयाणां श्लोकानां अर्थं वदामि तिसॄणां एषा संस्था तिसॄणां महिलानां संस्था अस्ति ए त्रयाणां वाहनानां प्रयाणं करिष्यामः. त्रयाणां वाहनानां प्रयाणं तत्र अस्तु, विचित्रमस्ति तत्र, षष्टि अस्ति तत्र. वयं अत्र सप्तमी भवितुमर्हति महोदय, परन्तु अहं षष्टिः उक्तवान्. षष्टिः अपि समीचीनमेव खलु महोदय? तृतीया स्यात्. तृतीया अस्तु महोदय. एकनिमिषः महोदय, अहं चिन्तयामि. षष्टिविभक्ति अत्र षष्टि बहु सुलभमस्ति, सर्वसुलभमस्ति षष्टि. किमपि नपुंसकलिङ्गम् उपयुज्य खलु महोदय, चिन्तयतु चिन्तयतु. पुष्पभगिनी वदतु शीघ्रं. त्रिभ्यः लताभ्यः एकां चुनोमि. तिसृभ्यः क्षम्यतां तिसृभ्यः लताभ्यः तिसृभ्यः लताभ्यः त्रिभ्यः वाहनेभ्यः पुस्तकान् पुस्तकानि आनयामि. अस्तु, समीचीनमस्ति. अन्यत् किमपि अवशिष्टमस्ति वा तत्र महोदय? सप्तमी नपुंसकलिङ्गं वक्तुम् इच्छामि. त्रिषु मधुरखाद्येषु मम प्रीतिः अस्ति. अस्तु, अन्यत् किमपि शुभभगिनी अवशिष्यते वा? तृतीय श्रीमितं चतुर्थी विभक्ति. आपणकः त्रिभ्यः चित्रेभ्यः धनं स्वीकरोति. अस्तु, समीचीनं, बहु सम्यक् अस्ति वाक्यम्. अन्यत् किमपि अस्ति षष्टि बहुवचने? षष्टि बहुवचनं, षष्टि नपुंसकलिङ्गम् अवशिष्यते महोदय. इदानीमपि नास्ति महोदय, किञ्चित् सन्देहः, क्लेशः अस्ति मम कृते. त्रयाणां वाहनानां समीकरणं भविष्यति. त्रीणि वाहनानि भग्नानि जातानि, त्रयाणां वाहनानां समीकरणं भविष्यति. त्रयाणां वाहनानां समीकरणं भविष्यति. अस्तु, समीचीनमस्ति. अग्रे इदानीं चत्वारि, चतुर्शब्दः. चतुर्शब्दः तत्र द्विवचने पुष्पभगिनी अस्ति. तृतीया विभक्तिः तत्र लक्ष्मीभगिनी. चतुर्थी विभक्तिः महोदय, पञ्चमीविभक्तिः शुभभगिनी. षष्ठी विभक्ति इदानीं पुनः लक्ष्मीभगिनी. सप्तमीविभक्ति पुनः शुभभगिनी. अस्तु, द्वितीयविभक्ति. अस्तु, अग्रे द्वितीयविभक्तिः कस्य अस्ति महोदयस्य? न, कस्य? पुष्पभगिनी, द्वितीयविभक्तिः कस्य अस्ति? चतुरः चतुरः चतुरः चतुरः पादे पादान् पादान् च शेर् अस्तु भगिनि चिन्तयतु वा अग्रे तृतीयविभक्ति कस्य अस्ति मम महोदय अहं चतुर्भिः दन्तकूर्चैः दन्तधावनं करोमि अहं चतस्रभिः दूरवाणीभिः सम्भाषणं करोमि चतस्रभिः दूरवाणीभिः सम्भाषणं करोमि नपुंसकलिङ्गे चत्वारि लोकयानैः गच्छामि चत्वारि इति नास्ति चतुर्भिः लोकयानैः प्रयाणं करोमि अस्तु समीचीनमस्ति चतुरः महोदय चतुरः पादान् फलकं सपोर्ट् महोदय न चतुरः पादान् फलकं तत्र चतुरः पादान् इति तत्र तत्र तर्कः न दृश्यते मया न किन्तु द्वितीयविभक्तिः कुत्र भविष्यति तस्मिन् वाक्ये चिन्तयतु महोदय वदतु अहं चतुर्भ्यः भागिनेयेभ्यः धनं ददामि अहं चतस्रुभ्यः भगिनीभ्यः शाटिकां ददामि चतुर्भ्यः नपुंसकलिङ्गकृते मम चिन्तनं सम्यक् नास्ति महोदय अत्र एकवारं तत्र दानक्रिया मास्तु तत्र अनन्तरम् अन्यत् किमपि परिश्रमं करोमि तदर्थं नाम अस्तु महोदय अस्तु महोदय चत्वारि पुस्तकानि ददामि चत्वारि पुस्तकानि ददामि चत्वारि पुस्तकानि ददामि अस्तु पुलिङ्गे श्रीलिङ्गे चतुरः वृक्षान् चतुरः वृक्षान् पश्यामि चतस्रः दीपाः चतस्रः दीपाः पश्यामि दीपः दीपः इति पुल्लिङ्गशब्दः दीपः ओ दीपः ओम् आम् आम् आम् अद्य सूचयामि अस्तु अग्रे शिल्पा भगिनी अग्रे पञ्चमी चतुर्भ्यः जनेभ्यः अहं सहायं स्वीकरोमि नद्यः जलं चतुस्रभ्यः चरिताभ्यः आगच्छति पुनः वदतु नद्यः जलं नद्याः अस्ति वा नद्याः क्षम्यतां नद्याः जलं चतुरभ्यः सरिताभ्यः केभ्यः आगच्छति? चतुस्रभ्यः चतस्रभ्यः सरिताभ्यः आगच्छति सरिताभ्यः इति वा? आम् अहं चिन्तयामि स्क्रीन् इति अस्तु सरिताभ्यः सरिता सरिता महोदय चतस्रः नदीभ्यः चतस्रः नदीः सङ्गमम् अस्ति. तत्र द्वितीयविभक्तिः कुत्र अस्ति? अस्ति अस्ति इति अस्मिन् एतदर्थं भवती उक्तवती नाम किञ्चित् सम्यक्तया चिन्तयतु एकवारं द्वितीयविभक्तिः कुत्र अस्ति. चिन्तयतु भगिनी भगिनी चिन्तयतु अस्तु अस्तु शुभा भगिनी वदतु पुनः अथवा अहं नपुंसकलिङ्गं वदामि. नपुंसकलिङ्गं वदतु. अस्तु चित्रेभ्यः पुस्तकेभ्यः अहम् उत्तराणि जानामि. पुनः वदतु चित्रेभ्यः पुस्तकेभ्यः चतुर्भ्यः पुस्तकेभ्यः अहम् उत्तराणि जानामि. अस्तु समीचीनमस्ति बहु सम्यक् अस्ति. अस्तु महोदय वदतु. महोदय अहं षष्टि न किन्तु तस्य किञ्चित् अवशिष्टमस्ति खलु? हा महोदय परन्तु अहं इदानीमपि नास्ति. इदानीमपि नास्ति महोदय किञ्चित् नपुंसकलिङ्गे किञ्चित् क्लेशः अस्ति मम कृते. तत्र किं भवति तत्र किं भवति चतुर्थी विभक्तिः अस्ति खलु? आं महोदय आं महोदय चतुर्भ्यः तत्र चत्वारि गृहाणि सन्ति. चत्वारि गृहाणि सन्ति तेषां निर्माणं प्रवर्तमानमस्ति. अस्तु महोदय. तत्र चतुर्भ्यः गृहेभ्यः बहु प्रयासं करोमि. चतुर्भ्यः गृहेभ्यः बहु प्रयासं करोमि. चतुर्भ्यः गृहेभ्यः प्रयासं करोमि. तत्र निर्माणार्थं तत्र बहु तत्र परिश्रमं करोमि चतुर्भ्यः गृहेभ्यः. तत्र लक्ष्यीकृत्य तत्र लक्ष्यमस्ति चत्वारि गृहाणि इति लक्ष्यमस्ति अतः तदर्थम् इति वदामः खलु. तदर्थम् अहं परिश्रमं करोमि. एतद् किमपि तथा अस्तु लक्ष्मी भगिनी वदतु. षष्टि महोदय अत्र चत्वारः जनाः सन्ति चतुर्णां जनानां रुचिः विभिन्नाः सन्ति. अस्तु महोदय चतस्रः वर्णिनीः भोजनं ददामि. न पुनः वदतु चतस्रः चतस्रः वर्णिनीः विमेन् वर्णिनी ए वुमन् न शब्दः कः इति न लक्ष्मी भगिनी कः शब्दः अस्ति भगिनी पुनः वदतु न श्रुतवती अहं न श्रुतवती. चतस्रः वर्णिनीः न जानामि शब्दः. वर्णिनीः इत्युक्ते वर्णिनी ए वुमन् ऐ एम् लुकिङ्ग् एट् द डिक्शनरी. वर्णिनी अस्तु महिला वदतु महिला तु किमपि वदतु महिला शीघ्रमेव वदतु भगिनि किं वाक्यं किं मम इदानीमपि मम विश्वासः नास्ति यद् द्वितीयविभक्तिः भविष्यति तत्र पुनः वदतु. चतस्रः महिलाः still I'm doing there for 8 minutes. That's not effective. अस्तु भगिनि किञ्चित् द्वितीयविभक्ति किमस्ति चतस्रः महिला समापयतु कृपया चतस्रः महिलाः महिलाः अहं चतस्रः महिलाः पश्यामि स्वीकरोमि महिलाः स्वीकरोमि पश्यन्तु इदानीम् अस्माकं सङ्ख्यायाः तत्र अभ्यासः वर्तमानः अस्ति तत्र का विभक्तिः कुत्र भवति एतत् सर्वं नाम भूतकालस्य विषयः नाम वयं कृतवन्तः साधितवन्तः एतत् सर्वं द्वितीया विभक्तिः इति कुत्र भवति इति न जानीमश्चेत् तत्र नाम महती समस्या अस्ति कुत्र भवति इति ज्ञातव्यमस्ति खलु एतावता अस्तु किम् अवशिष्टमस्ति चित्रभगिनी न न न शुभभगिनी तत् सत्यम् अस्ति खलु अस्तु चतुर्षु प्रातृषु रामः श्रेष्ठः अस्ति बहु सम्यक् चतस्रषु महिलास्तु चतस्रषु महिलास्तु क्षम्यताम् न समीचीनमस्ति चतस्रषु महिलासु मम मम आदरः मम प्रेम तथा किमपि अस्ति ओ अस्तु चतस्रु महिलासु मम आदरः अस्ति सम्यक् चतुर्षु चतुर्षु पुष्पेषु एकम् एव श्रुतम् अस्ति चतुर्षु पुष्पेषु पुष्पेषु एकमेव श्रुतम् अस्ति किमस्ति श्रुतं तस्य रङ्गः श्रुतम् अस्ति श्रुतम् अस्ति सुन्दरमस्ति श्रुतम् वैट् तर्हि मम चिन्तनं चत्वारि पुष्पाणि सन्ति केवलं एकस्य श्वेतवर्णम् अस्ति अस्तु तर्हि एकस्य एव किम् एकस्य एव श्वेतवर्णः अस्ति अस्तु अस्तु समीचीनमस्ति महोदय पुष्पेषु एकस्य एव श्वेतवर्णः एक वदतु हा महोदय क्षम्यतां महोदय अत्र चत्वारि अत्र चतुर्थी विभक्ति एकं नपुंसकलिङ्गवाक्यं वदामि चतुर्भ्यः पुस्तकेभ्यः धनम् अर्जयामि हा हा हा समीचीनमस्ति महोदय षष्टि स्त्रीलिङ्गानां किं महोदय वदामि एकवारं वदतु धनं पुष्पा भगिनी किञ्चित् इदानीं लक्ष्मी भगिनी वदति न न न महोदय सेण्टेन्स् महोदय पुनः वदतु कृपया चतुर्भ्यः पुस्तकेभ्यः धनम् अर्जयामि अस्तु समीचीनमस्ति अग्रे षष्टि स्त्रीलिङ्ग वाक्यं महोदय अत्र चतस्रः महिलाः सन्ति चतस्रूणां महिलानां व्यवहारं सम्यक् नास्ति सम्यक् अस्ति अन्यत् किमपि अवशिष्टमस्ति वा नपुंसकलिङ्गं षष्टिविभक्ति अहं चतुर्णां नाणकानां सङ्ग्रहं करोमि अस्तु समीचीनमस्ति सर्वे उक्तवन्तः अत्र चत्वारि इति चतुर्शब्दः समाप्तः ततः अग्रे सर्वं समानमस्ति पञ्च इत्यस्मात् आरभ्य पञ्च पञ्च पञ्चभिः पञ्चभ्यः पञ्चभ्यः पञ्चानां पञ्चसु इदानीं लिङ्गभेदः अपि नास्ति तत्र तत्र षट् इति वदतु महोदय वदतु षट् इति रूपाणि सन्ति रूपाणि कानि षट् षट् षट् एव भवति महोदय त्रिषु लिङ्गेषु न त्रिषु इति सर्वेषु लिङ्गेषु समानमेव पञ्चमीभक्ति सप्तमीपर्यन्तं सप्तमी षट् षट् षटभिः षटभ्यः षड्भिः षड्भिः षड्भ्यः षड्भ्यः षण्णां षट्सु षट्सु षट् षट् अत्र हलन्तशब्दः अस्ति खलु अत्र पञ्च इति अजन्तशब्दः अस्ति षट् षट् षड्भिः षड्भ्यः षड्भ्यः षण्णां षट्सु षट्सु षष्टिभक्ति षण्णाम् अणकारः मुटेन अणकारः द्विवारं षण्णाम् अस्तु सप्तमीभक्ति पुनः वदतु किं षट् षट् षड्भिः षड्भ्यः षड्भ्यः षण्णां षट्सु सप्त सप्तमी सप्त इति वदतु लक्ष्मी भगिनी वदतु महोदय सप्तमीभक्ति षट् वा षड् षट् षट् टकारः षट् षट्सु मुडेन टकारः षट्सु टकारः लक्ष्मी भगिनी अग्रे वदतु सप्ति सप्त सप्त सप्त सप्तभिः सप्तभिः सप्तभ्यः सप्तानां सप्तसु सप्तभिः एकवारमस्ति सप्त सप्तभ्यः सप्तभ्यः सप्तानां सप्तसु अष्ट तत्र अष्ट इति अष्ट शिल्पभगिनी अस्तु भगिनी वदतु अष्ट अष्ट अष्टभिः अष्टभ्यः अष्टभ्यः अष्टानाम् अष्टसु अस्तु समीचीनमस्ति शिल्पभगिनी अग्रे दश नव नव नव नव नवभिः नवभ्यः नवभ्यः नव नवानां समीचीनमस्ति महोदय तत्र सप्तमी क्षम्यतां दश दश दश दश दशभिः दशभ्यः दशभ्यः दशानां दशसु अस्तु लक्ष्मी भगिनी तत्र त्रयोदश त्रयोदश त्रयोदश त्रयोदश त्रयोदशभिः त्रयोदशभ्यः त्रयोदशभ्यः त्रयोदशानां त्रयोदशसु समीचीनमस्ति इदानीं महोदय तत्र विंशतिः विंशतिः स्त्रीलिङ्गं भवति खलु महोदय विंशतिः विंशतिं विंशतिभ्यः न नास्ति, तथा नास्ति, भवान् एव नियमम् उक्तवान् पूर्वं, तथा नास्ति. अस्तु, विंशतिः, विंशतिं तत्तु सत्यं महोदय, विंशतिं तु सत्यं खलु, तृतीयाविभक्तिविंशतिः विंशतिभिः. न न न न, एकवचनमस्ति खलु, एकवचनान्त, एकवचनमेव. अस्तु महोदय, विंशतिं विंशत्या. हा, पश्यन्तु सर्वे, विंशत्या, विंशत्यौ, विंशतिमस्ति. न न न, पुनः वदामि महोदय, विंशतिः विभक्तिः, तत्र रूपद्वयमस्ति. अस्तु महोदय, विंशतिः प्रथमा विभक्ति, चतुर्थी अस्ति अत्र, विंशत्यै अथवा विंशति, विंशतये. पञ्चमी अस्ति विंशत्याः अथवा विंशतेः. षष्ठी अस्ति विंशत्याः अथवा विंशतेः. सप्तमी अस्ति विंशत्याम् अथवा विंशतौ. बहु समीचीनमस्ति. स्त्रीलिङ्गशब्दः ह्रस्वीकारान्त स्त्रीलिङ्गशब्दः तावदेव. ततः अग्रे त्रिंशत्, चत्वारिंशत् इति तकारान्तशब्द इव, यथा सरित् अथवा भवत् न भवत् इति न, तत्र सरित् इति इव, सरित् इति तकारान्तशब्दः अस्ति. हा, त्रिंशत्, त्रिंशत्, त्रिंशद्भिः, त्रिंशद्भ्यः, त्रिंशद्भ्यः, त्रिंशत्, त्रिंशतां, त्रिंशत्सु इति भवति इत्यादिकं, तत्र हलान्तशब्दवात्. हा, अस्तु, अस्मिन् सप्ताहे अहं लिखिष्यामि, तत्र अभ्यासः भविष्यति, अस्मिन् विषये अस्माकम् अभ्यासः अपेक्षितः अस्ति, नो चेत् विस्मरणं भविष्यति. इदानीं समयः जातः, किञ्चित् अनन्तरम् अद्य प्रेषयिष्यामि तत्सर्वं. समीचीनं महोदय, एकः विषयः अस्ति, आगामिसप्ताहे अहं बहिः गमिष्यामि महोदय, कुटुम्बेन सह. दूरवाणी अपि मम पार्श्वे न भवति, भविष्यति. एकवारं व्याकरणं कक्षायामपि न आगन्तुं शक्नोमि महोदय. अस्माकं वर्गस्य रेकार्डिङ्ग् मध्ये अस्य आवश्यकता नास्ति इदानीं, तत्र ईमेल् प्रेषयतु कृपया. अस्तु महोदय, धन्यवादः. अस्तु तर्हि विरमाम, सर्वेषां धन्यवादः, नमस्कारः. धन्यवादः.